नमस्कारः. तव्यत् तुमुन् तृच् इति करपत्रम् अनुवर्तते, तत्र षकारान्तधातवः इति, तत्र तस्मात् वयं पठामः. सरला भगिनी भवती आरम्भं करोति वा? मूर्धन्य षकारान्तधातव गतसप्ताहे वयं कृतवन्तः. सामान्यधातव अपि कृष् इति संक्षेपे वदामि. प्रथमं सामान्य ये धातव सन्ति ते यथा द्वेष् द्वेष् द्वेष् पेष् वेष् शिष्वेष् अपि तुष् दुष् पुष् शुष् इति सामान्यधातव. तत्र प्रथमम् अङ्गकार्यं भवति पुगन्तलघुपदस्य अनेन इगन्त अङ्गस्य उपधायाम् इगन्त अङ्गस्य गुणः भवति. तदनन्तरं श्नाष्टुः इति सूत्रेण टकारस्य विधानं भवति. उदाहरणं यथा वयं द्विष् इति स्वीकुर्मः, द्विष् योगतव्यत् अत्र द्वेष् योगतव्यत् प्रथमं पुगन्तलघुपदस्य अनेन द्वेष् भवति, द्वेष् योगतव्यत्. तदनन्तरं श्नाष्टुः अनेन द्वेष्टव्य इति भवति, द्वेष्टव्यं. तथैव यदि दुष् अस्ति तु तत्र उकारस्य ओकार भवति, तत् दुष् योगतव्य तत्र भवति दोष्टव्य इति, दोष्टव्यं, दोष्टुं, दोष्टा इति रूपाणि भवन्ति. तदनन्तरं वयं दृष्टवन्तः कृष् इति उपधायां ऋतुपदधातो यस्य अस्ति कृष्, तत् अनुदात्तस्य च ऋतुपदस्य अन्यतरस्याम् अनेन एकपक्षे अमागम भवति, एकपक्षे अमागम न भवति. यस्मिन् पक्षे अमागम भवति तत्र इकोयणचि सूत्रं कार्यं कृत्वा तदनन्तरं श्नाष्टुः रूपं भवति, कष्टव्यं. यस्मिन् पक्षे अमागम नास्ति तत्र पुगन्तलघुपद्यस्य अनेन गुणः भवति, ऋकारस्य आगच्छति, अण् अस्ति रपर अनरपर भवति. सो कर्ष् भवति, कर्ष् श्नाष्टुः कष्टव्यम् इति रूपाणि भवन्ति. इदानीं वयं द्वे धातव आरम्भामहे. शकारान्तधातव सत्तधातव वेत् इष् ऋष् ऋष् निर् उपसर्गपूर्वक् कुश् अक्षु तक्षु पक्षु. यदि वयम् आवली इदानीं पश्यामः, अत्र वयं इष् ऋष् ऋष् एते त्रयः धातवः वयं दृष्टवन्तः. विशेषसूत्रमस्ति तीश ऋष इष स्वः लुभ अनेन ते सर्वे द्वादिगणीयधातव सन्ति. तत्र एक विकल्पेन एकपक्षी इदागम अस्ति, एकपक्षी इदागम नास्ति, तत्र गुणं भूत्वा तदनन्तरं पुनः श्नाष्टुः अस्य कार्यं भवति. यदि अक्षु तक्षु त्वक्षु इति पश्यामः, तत्र आगच्छति स्वरति सूति सूयति धूञ्जितो वा, अनेन सूत्रेण उदित ये धातवः सन्ति तु तक्षु अक्षु त्वक्षु इति उदितधातवः सन्ति, तेषां वेटत्वं तत्र विधीयते. तैः नो तत्र वेटत्वं विधानमस्ति. तत्र निरुपसर्गपूर्वकुश् तत्र अन्यप्रक्रिया अस्ति इदागमस्य. तो इदानीं पठामि. इदागमे सति यथा सङ्गं पुगन्तलघुपदस्य च इत्यनेन गुणकार्यम्. अनिडागमपक्षे यथा सङ्गं पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं तदा श्नाष्टुः इत्यनेन ष्ट्वं भवति. यथा वयं पूर्वं दृष्टवन्तः प्रथमं सामान्य ये धातवः सन्ति तत्रापि प्रथमं पुगन्तलघुपदस्य कार्यं भवति. यदि इगन्तम् उपधायाम् इगन्तम् अङ्गमस्ति तदनन्तरं श्नाष्टुः कारणक प्रकृतप्रत्ययः अर्धधातुकप्रत्ययः तकारादौ अस्ति, तृष्टव्यत्वमन् तत्र श्नाष्टुः कार्यं भवति अनेन सूत्रस्य. इष् योगतव्यत् इष् योगतव्यत् इति प्रथमं पुगन्तलघुपतेः अनेन ईकारस्य भवति गुण ए भवति एष्, तदनन्तरं श्नाष्टुः अनेन तकारस्य तकार भवति तु एष्टव्य रूपाणि भवन्ति अनिदादिपक्षे एष्टव्यम् एष्टव्या एष्टव्यः यदि दागम भवति तत्र भवति एषितव्य इति रूपाणि एषितव्यः एषितव्या एषितव्यम् एवमेव यदि एष् योगत्वम् अस्ति अनिदादिपक्षे भवति एष्टुं समानप्रक्रिया एषितुं भवति इदागमपक्षे इष् योगत्रिष् तत्र भवति एष्टा इति रूपं भवति एष्ट्री इति भवति स्त्रीलिङ्गे एष्ट्र इति भवति नपुंसकलिङ्गे एषिता इति भवति इदागमपक्षे एषिता एषित्री एषित् इति रूपाणि भवन्ति. अग्रिमं रूपाणि वदामि भगिनी रुष् अस्तु अस्तु भगिनि तत्र रुष् अन्य वदतु वा रुष् अस्तु भगिनि अरुण भगिनी भवती वदति वा अहं भगिनि रुष् धातु रुष् रेट् इति मन्ये रुष् युगः तर्यत् प्रथमं पुगन्तलघुपदस्य सूत्रेण उकार ओकार भवति रोष् युगः तव्यत् स्टुनास्टुः इति सूत्रेण तकारस्थाने तकारास्त रोष्टव्यः रोष्टव्या रोष्टव्यं तुमुनपि रोष्टुं तृच् रोष्ट्र रोष्टा रोष्ट्रि रोष्ट्र रिष् अपि अत्र एकवर्णः अस्ति रिष् पुगन्तस्य लघुपतन्तस्य चित्रेण गुण भूत्वा रिष् तव्य सुष्टुनाष्टुः सूत्रेण तकारस्थने ठकार आगच्छति रेष्टव्य रेष्टव्यः रेष्टव्या रेष्टव्यं रेष्टुं रेष्ट्र रेष्टा रेष्ट्री रेष्ट्र निर्युः कुश् युगतव्य अत्रापि किं वद कृष्युगतव्य क्रोष्टव्य भवति कुशता गुण निर् किम् अभवत् निर्युगः कृष् केवलं करवसानि विसर्जनेन सकार आगच्छति वा अत्र निश् इति भवति खलु तत्र रेखकारः तु विसर्जनीयः तदनन्तरं वाशरी इति करवसानयो विसर्जनीय अनेन विसर्ग भवति साधु विसर्ग भूत्वा अनन्तरं यद्युपदस्य च अप्रत्ययस्य इति सूत्रं वदति यदि यद्युपद औजुपद अङ्गमस्ति प्रत्ययः नास्ति उपधायाम् अस्ति तस्य परे क ख प प परे चकार आदेशः भवति विसर्गस्य स्थाने. पुनः वदति प्रथमं कर्वसानीय विसर्जनीय इति तन्न विसर्गः भवति यथा वयं सस्यचिशोरु सस्यचिशोरु अनेन रुक्तम् आगच्छति तदनन्तरं कर्वसान विसर्जनीय साधु तो अत्र लेरिति उपसर्गम् अस्ति. ओके सो इति अवसानस्थान स्थाने अस्ति लेप सो अवसानस्थाने भूत्वा तत्र विसर्गः भवति यदि विसर्गः भवति तदनन्तरम् इदुपदस्य च अप्रत्ययस्य इति सूत्रस्य प्रसक्तिः अस्ति प्राप्तिः अस्ति इदु उद् इदु यानि इकारान्तधातु उदु अस्ति उकारान्तधातु उपधत् यत् उपधायाम् अस्ति सो अत्र निर् इति इकार अस्ति तद् भगिनि इकारान्त उपधायाम् इकार उकार अङ्के नास्ति इकारान्त उकारान्त नास्ति इकारान्त उकारु या केवलम् इकारान्त उकारान्त इदु उपधायां भवति या अपि प्रत्ययः नास्ति तच्च अप्रत्ययस्य प्रत्ययः अपि न भवति निर् इति वयं जानीमः इति उपसर्ग अस्ति अप्रत्ययः नास्ति अपि निमित्तं किमस्ति ककार खकार पकार फ परे तत्र शकार आगच्छति बुधनि शकार सामान्यतया भाटविसर्गस्य ये सूत्राणि सन्ति भाटस्य प्रथमं सूत्रम् अस्ति साधु क ख प फ परे विसर्ग तिष्ठति तत्र न भवति क ख प फ नास्ति तु तस्य अन्य ख यदि ककर्षवर्णाः सन्ति तत्र स्कार आगच्छति सो अत्र तस्य अपवादः अस्ति इति सूत्रं हिन्दुपदस्य अत्र प्रत्ययः नास्ति इति न अत्र एवं अप्रत्यय यदि नञ् तत्पुरुषसमासः अस्ति अप्रत्ययः तत्तु सत्यं परन्तु अत्र अप्रत्ययः अधुना किम् उक्तम् इत्युक्त्वा निः निस् निः भवति खलु निर् इति अस्ति निर् इत्यत्र यत् विसर्गादेशः भवति तत् प्रत्ययस्य विसर्गः नास्ति तदेव यतोहि यदि मुनिः इति शब्दं पश्येम मुनियोगः सु तत्र यत् विसर्गादेशः भवति तत् तद् प्रत्ययस्य विसर्गादेशः परन्तु अत्र निर् निः भवति तत् प्रत्यय विसर्गः प्रत्ययस्य नास्ति अप्रत्ययस्य इत्युक्ते प्रत्ययः नास्ति इति न यत् विसर्गः तत्र अस्ति सः प्रत्ययस्य विसर्गः नास्ति यथा मुनिः रामः तथा तदेव क्षम्यतां भगिनि अत्र प्रत्यय अप्रत्ययः इत्युक्ते प्रत्ययः नास्ति इति न अर्थं वा न न प्रत्यय अवयवस्य अवयवस्य तथा न भवति इति यत् विसर्गः अस्ति तत् विसर्गः अवयवः नास्ति इति प्रत्ययस्य अवयवः नास्ति इति यथा मुनिः इत्यत्र सुप्रत्ययस्य विसर्गः भवति तथैव मतिभिः इति भिस् प्रत्ययः खलु भिस् प्रत्ययः भिः इति तत्र विसर्गः भवति परन्तु अत्र इकारः यत् उपधायमस्ति तस्य शत्वं न भवति यतोहि तत् विसर्गः प्रत्ययस्य अङ्गः परन्तु अत्र निर् निष्कोषिता यत्र भवति अत्र निः निस् इति अस्ति निर् नि एक्चुलि निर् शब्दः अस्ति निर् तत् रकारस्य विसर्गादेशः भवति तत् विसर्गः प्रत्ययस्य विसर्गः नास्ति प्रत्यय अवयवस्य विसर्गः नास्ति पदान्तकार्यमस्ति खलु एतत्तु पदान्तकार्यं या उपसर्गपदान्ते अस्ति न उपसर्ग अस्ति अवयव सर्प उपसर्ग अवयवा भवन्ति साधु पदानि सन्ति उपसर्ग कारण कि तत्र लोप भवति न विभक्ति लोप भवति अवयात् आप् सुपने यथा अत्र यत् उक्तमस्ति केषुचन एव शब्देषु प्रत्ययः भिन्नः विसर्गः दृश्यते इत्युक्ते यत् विसर्गः अस्ति प्रत्ययस्य भागः नास्ति प्रत्ययस्य अवयवः नास्ति तत् यथा निस् निर् दुस् दुर् बहिस् आविस् चतुर्प्रादुस् एतेषाम् अन्तिमवर्णस्य यदि विसर्गादेशः भवति तर्हि तस्य वर्तमानसूत्रेण शकारादेशः विधीयते इति यत् विसर्गादेशः अस्ति तत् प्रत्ययस्य अवयवः नास्ति इति अत्र दत्तमस्ति आमां भगिनी वदन्ती आसीत् खलु वदति वा पूरयतु आं भगिनि कृष्योगत्तुमन् प्रथमं कृष् उकारः अस्ति पगन्तलघुपदस्य गुणं भूत्वा कोश् भवति स्तृणष्टुः इत्युक्ते कोष्टुं भवति कोष्टुं निर्युव कोष्टुं निष्कोष्टं भवति निष्कोष्टृ आं भगिनि तदेव अक्षुतक्षु इति मणिम् आम् महोदय अक्षु तक्षु त्वक्षु त्रीणि अपि वेद्धातवः अतः अनिडादिपक्षे स्को सम्यन्ते च इत्यनेन ककारः लोपः तदा श्रुणास्तुः इत्यनेन श्रुत्वम् उदाहरणमस्ति अत्र अक्षुयोः तव्य अष्टव्यः अक्षितव्यः एवमेव अक्ष् तुम् अक्षयोः तृच् अनन्तरं तक्षु तक्ष्योः तव्यत् त्वक्ष् तक्ष्योः तव्यत् इति तत्र दत्तम् उदाहरणम् अक्षुधातु मध्ये अन्यादिपक्षे अत्र ककारः लोपो भवति समूहते चेत् सूत्रेण स्कोः संयोः अन्त्यात् अन्ते चेन सूत्रेण अनन्तरं सकारः एव अस्ति अतः अश् योः सकारस्य प्रभावेण तकारस्य स्नस्तु इति टकारः आगच्छति अत्र अतः अष्टव्य अष्टव्यः अष्टव्य अष्टव्यम् इति रूपाणि क्रीडामः पक्षे अक्ष्योः इतव्य इति अतः अक्षितव्यः अक्षितव्यः अक्षितव्या अक्षितव्यम् इति रूपाणि भवन्ति अनन्तरं तुमन् प्रति तुमनपि अहं वदामि वा तुमन् प्रति अक्ष्योः तुमन् अत्र अनिडादिपक्षे ककारस्य लोपो भवति अश् यः तुमन् सुनाष्टुः भिन्न ककारस्य टकारः अष्टुम् इति रूपं भवति तृच् प्रत्यये तदा एव भवति अक्षि ककारः एव भवति अष्ट्योः स्मश्रु ककारस्य टकारः अष्टा रूपम् अष्ट्रु अष्टा अष्ट्रि इति रूपाणि भवन्ति तदेव तक्ष्योः तव्य ककारलोपो भवति अनिडादिपक्षे तष्टव्य तष्टुं तष्टृ इति रूपाणि त्वक्ष् मध्ये त्वष्टव्यं त्वष्टव्यः त्वष्टव्या त्वष्टुं त्वष्टृ त्वष्ट्रि त्वष्टा इति रूपं भवति सूत्रमपि पठामि महोदय स्कोः संयोरान्ते च सूत्रं संयोगस्य प्रथमसदस्य षकारः ककारः वा चेत् संयोगस्य प्रथमसदस्य लोपो भवति न तु द्वितीयसदस्य जयि प्रदान्ते च च क च तयोरुत्तरेतुरदन्तः स्कोः तयोः स्कोः संयोगस्य आदिः संयोगादिः तयोः संयोगादयः षष्ठी तत्पुरुषः संयोगस्य अन्तस्य लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः जलजलि इत्यस्मात् जलि इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसेवसूत्रं संयोः अत्योः स्कोः लोपः जलि पदान्ते अन्ते च पदस्य अन्ते च इत्युक्ते सूत्रं वदति यदा संयोगम् अस्ति साधारणतया लोप संयोगस्य अन्तिमवर्णः एव लोपो भवति परन्तु सूत्रेण संयोगस्य प्रथमसदस्य सकारः अस्ति चेत् अथवा ककारः अस्ति चेत् सकारः ककारलोपो भवति निमित्तमस्ति जलि अपि पदान्तस्य अपि चक्षु अन्यः पठति वा? क्षम्यतां भगिनी, तस्य पूर्वं प्रश्नः अस्ति, किं चिन्तत भवती चिन्तयति इद्युपदस्य च अप्रत्ययस्य इति प्रसज्य प्रतिषेध भवति वा पर्युदास? अहं चिन्तयामि इति प्रसज्य प्रतिषेध अस्ति. किमर्थं शून्यं गृह्यते वा तत्र? या अप्रत्यय भिन्न अस्ति अस्ति तत्र भवति. वाक्यं द्वयं वदामः, प्रत्ययभिन्न इत् उक्तुपदस्य तत्र विसर्जनीयस्य सः भवति इति कुप्योः तत्र सः भवति इति वदामः खलु, तदा तु भिन्नपदेन एकेन वाक्येन वक्तुं शक्नुमः खलु भगिनि? पर्युदा निमित्तमपि अस्ति अत्र कुप्योः परे, निमित्तं नास्ति चेत् अस्तु अस्तु अस्तु. भव्या भगिनि प्रश्नः प्रश्नः अस्ति उपसर्गस्य पदसंज्ञा भवति किम्? आं भगिनि, उपसर्गस्य निपात उपसर्गसंज्ञा निपातसंज्ञा पदसंज्ञा अपि भवति इति मन्ये. अस्तु अस्तु, यतोहि तत् तस्य सूत्रस्य यत् विवरणमस्ति इदुरुपदस्य तत्र तत्र पद इति शब्द एव पदान्त इति न किमपि उक्तम्, तेन कारणे अधिकारे अस्ति पदस्य अधिक अस्तु पदस्य च पदस्य इति अधिकारे वर्तते. अव्यव्यात् विद्याभगी अव्यव्यात् आप् सुप अनेन सूत्रेण अव्यव्य विभक्तिलोपः भवति. तत् न न सुप्लोपः तत्र तत्तु अवगतः लोपः भवति तदा पदान्ते तद् अत्र अत्र नास्ति अस्मिन् प्रसङ्गे नास्ति निष्कोष्ठा इति अस्मिन् प्रसङ्गे सुप्रत्ययस्य लोपः न भवति अत्र केवल न नास्ति निर् नास्ति प्रथमम् एव निर् यत् उपसर्ग अस्ति तस्य पदसंज्ञा अस्ति तत्र सु इति योजितं किल किम् प्रक्रिया न जानामि. न न नास्ति भगिनि नास्ति भगिनि, ते वदन्ति यत् भवितुं शक्नोति अपि अहं न जानामि, किन्तु उपसर्गस्य अस्तु अस्तु अस्तु. तर्हि अत्र कुत्र पठनीयम्? अस्तु, चक्ष् धातुः धात्वादेशः, चक्षिङ् धातुः चक्ष् धातोः ख्या क्षा इति आदेशो भवतः. यद्यपि चक्ष् धातुः सेट् तथापि तस्य ख्या अपि च क्षा इति धात्वादेशो अनिटः. अत्र च वर्गे चर्चितं यत् ख्या अपि च क्षा आत्वान्तधातु भवति, तेन कारणेन ते अनिटौ, अत्र सेत्त्वं नास्ति इति. ख्यापक्षे चक्ष् योगः तव्यत् ख्यातव्य इति उत्पत्तिः, तथैव चक्षुयोगः तुमुन् ख्यातुं चक्षुयोगः तृच् ख्याता ख्यातृ ख्याता ख्यात्री ख्यातृ इति रूपाणि. अत्र क्षापक्षे चक्षुयोगः तव्यत् ख्यातव्य ख्यातव्यः ख्यातव्या ख्यातव्यम्, एवमेव चक्षुयोगः तुमुन् क्षायोगः तुमुति क्षातुं चक्षुयोगः तृच् क्षायोगः तृच् इत्युक्ते क्षातृ क्षाता क्षात्री क्षातृ इति रूपाणि. अत्र चक्षिङ् धातोः आर्धधातुकप्रत्यये परे ख्याय आदेशः, किन्तु अत्र भाष्यकारो वदति यत् क्षादिश्चयम् क्षादिरयमादेशः क्षादिः अयम् आदेशः क्ष इत्युक्ते अत्र चक्षिङ् धातोः आदेशः अस्ति क्षादि क्षा इति इत्युक्तौ आदेशः ख्या न अपि तु क्षा क्षा महाप्राणख अस्ति अत्र द्वयोः स्थाने ख्या न अपि तु क्षा, तदा चर्त्वादेशेन क्षा भवति अल्पप्राणक. अपि च पूर्वत्रासिद्धम् इति अधिकारे एकं वार्तिकमस्ति क्षायः शस्य यो वा वक्तव्यः. अनेन क्षाय इति आदेशस्य शकारस्य विकल्पेन यकारादेशो भवति. फलितार्थः अयं यत् आर्धधातुकप्रत्यये परे चक्षिङ्धातोः स्थाने ख्याय क्षाय इति द्वौ आदेशौ सिद्धौ. एकवारं ख्याय, अपरस्मिन् पक्षे क्षाय इति. अत्र स्वयं सर्वत्र अत्र उक्तमस्ति यत् या भाष्यकारेण उक्तं यत् अत्र आदेशः यत् भवति चक्षुधातोः आर्धधातुकप्रत्यये परे तत् क्षा इति अस्ति. इत् आदेश ख्या न सत् क्षा इति अस्ति. ख महापाणक्षा चर्तुं भूतु चर्तुं भवति, पश्चात् क्षा इति रूपसिद्धिः. अपि च पूर्वत्र असिद्धमिति अधिकारे वार्तिकमस्ति यत्र ख्यायः शस्य यो वा वक्तव्यः इत्युक्ते विकल्पेन क्षा इति वक्तव्यं. ख्याय यदस्ति तत् क्षाय भवति इति तत् वक्तव्यं विकल्पेन इति अस्ति. तेन कारणेन अत्र चक्षिङ्धातोः ख्याय अपि च क्षाय इति द्वौ आदेशौ सिद्धौ. एकवारं ख्याय, अपरस्मिन् पक्षे क्षाय इति. शक्षिङ्गः क्षाय, शक्षिङ्गः ख्याय आदेशो भवति आर्धधातुके. चक्षिङ्गः षष्ट्यन्तं, ख्याय प्रथमान्तं, द्विपदमिदं सूत्रम् आर्धधातुके इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं चक्षिङ्गः ख्याय आर्धधातुके. अस्तु भगिनी, सकारान्तदातुः अन्य कोऽपि करोति वा? भवान् भवती करोति वा? आं महोदय, सकारान्तदातवः एकात् सकारान्तदातवः द्वौ धातु अनितौ वसुघस्. अत्र न अङ्ककार्यं वर्तते न वा सन्धिकार्यं. वस्यो गतव्य वस्तव्य इति, वस्तव्यः वस्तव्या वस्तव्यम् इति. अत्र वस् इत्यस्य उषिति न भवति वा? उषिति न भवति वा? केन सूत्रेण उस् भवति स्म? सम्प्रसारणं च तत्र वर्ति अस्ति वा? ग्रहीजा वै वदि वै, ग्रहीजा वै इत्यस्य प्रसक्तिः अत्र न. अन्यसूत्रमस्ति व्यच् वञि, तत्र भव दातव, स्मरामि इदानीं. न न न, वस् अपि अस्ति, अहं चिन्तयामि. सम्प्रसारं कितिमिति परे भवति साधु. किं भवति, सूत्रं स्मरन्ति वा कोऽपि? वचि स्वपि वचि स्वपि यजादीनां किति इति. अनेन किन्तु वस् धातोः तत्र उषितवान् इति भवति खलु, तद् कुतः भवति? अनेनैव भवति वा? तव्यतृश् ए कीटिङ्ग् इति भवति वा भगिनि? तव्यतृश् तुमन् ते ङित् भवति वा? किङ्ित् भवति वा? न न भवन्ति. यदि सम्प्रसारणमस्ति तत्र निमित्तमस्ति कित्ङिति परे, कितिङिति परे. कुतः न जाने श्रोतुं किञ्चित् सौकर्यं न वर्तते. वस्तव्य इति अस्तु, वस्तव्यः वस्तव्या वस्तव्यम् इति. एवमेव वस् योगः तुमुन् वस्तुम् इति वा? अत्र वस् इति कीदृशधातुः अस्ति? वस् इत्युक्ते टु स्टे रैट्, वसति इति एव खलु? आमां. तत्र वस्तुम् इति भवति वा? अहं तत्र वस्तुं गच्छामि इति भवति वा? उषितुम् इति न भवति वा? न जानामि. क्वा इत्यस्य उषितुं भवति, उषित्वा इति भवति, उषितवान् इति भवति. क्वा इति कित् अस्ति न? कित् अस्ति तत्रापि उषितवान् इति भवति कित् अस्ति तत्र अत्र कित् नास्ति कित् नास्ति नै नै भव्या भगिनी लिट्लकारे उवास उषतुः ऊषुः इति अत्र अस्ति हा तत्र वस् इत्यस्य यदा उस् इति भवति तत् सूत्रमस्ति लिटि अभ्यासस्य अभ्यासस्योभयेषाम् इति तदस्ति सूत्रम् तेन कारणेन उकारः भवति सम्प्रसारणमिति अत्र किमपि न दत्तं केवलं लिटि अभ्यासस्योभयेषाम् इति अस्ति लिटि अभ्यास उभयेषां सम्प्रसारणमिति अत्र अनुवृत्तिः अस्ति अस्मिन् सूत्रे वचिष्वपि अजातीनाम् इति एकमस्ति पूर्वं मया तु वस्तु इति न प्रयोक्तं किं सूत्रसङ्ख्या एकनिमिष स्थापयिष्यामि 6120 something. I'll give it to you. Yes, oh no, that's the wrong one. Ek nimisha mahoday atra yada kada yad copy kartum na shaknomi parantu shashta adhyayase prathamam padasya 17 asti sutram yadi kartum shaknomi karomi parantu kabhi ha lit abhyasasya धन्यवादः अत्र वस्त्र इति वस्ता वस्त्री वस्त्र इति रूपाणि तथैव घस् इत्यस्य घस् योगः तव्यत् इत्यस्य घस्तव्य घस्तव्यः घस्तव्या गस्तव्यं घस् योगः तुमन् गस्तुं घस् योगः तृच् दस्तृ इति अत्र घस् इति अर्थः कः अस्ति भोजनार्थे अनेनैव घासः इति आगच्छति खलु अग्रे पुनः सरला भगिनी भवति पठतु धात्वादेश धात्वादेश धातुः अस्ते भू भवितव्य इति अर्थमस्ति अस्तु गतव्य अस्ते भू भू इतव्य भवितव्य इदा वयं पूर्वं कृतवन्तः एतत् आदौ अस् योगतव्यत् अस्य स्थाने भू आदेश भवति अस्ते भू इति सूत्रेण सो यदि भू भवति भू वयं जानीमः सर्वे ऊकारान्तधातव सेटः तो इदानीम् अपि इतव्य इति इदागमचिन्तनं भवति इदागम आदिन्तप्रकृतोनेन इकार इति तव्यत् पूर्वं भवति तो भू योग इतव्य तदनन्तरं आर्धधातुक सार्वधातुक आर्धधातुकनेन भू इत्यस्य गुणः भवति भो भो योग इतव्य तदनन्तरं एचो अयावनेन भव भवितव्य इति रूपं भवति तथैव अस्योग तुमन् अस्ते भू अनेन भूयोग तुमन् भो योग तुमन् तदनन्तरं भवयोग तुमन् भवितुम् इति भवति त्रिश्चत्र अस्ति तत्रापि भविता भविता भवित्री भवितृ इति रूपाणि भवति भवितव्यं यत्र अस्ति तत्र त्रीणि त्रिषु लिङ्गेषु भवित्यं भवित्या भवितव्य इति रूपाणि भवन्ति अस्ते भूसूत्रं वदति आर्धधातुकविवक्षायाम् अस्धातोः स्थाने भू आदेश भवति अनेकाश्चित् सर्वस्य इत्यनेन आदेश सर्वस्य स्थाने न तु अस्य अस्ते षष्ठ्यन्तं भूप्रथमान्तं द्विपदम् इदं सूत्रम् आर्धधातुके इत्यस्य अधिकार अनुवृत्तिसहितसूत्रम् अस्ते भूः आर्धधातुके सो अस्ते भू इति अस् धातु आर्धधातुकविवक्षायाम् अस् धातोः स्थाने भू आदेश भवति सो अस्तेः इति अनुवृत्तिसहितत्वम् अस्ते इति स्थाने अस्ति सो तस्य षष्ठी भक्ति अस्ति अस् धातु अस्तेः इष्टिपा निर्दिष्टमस्ति अस्तेः भू इति प्रथमाभक्त्याम् आदेशस्ति प्रथमाभक्ति आर्धधातुके इति परे यदि आर्धधातुकप्रत्ययः अस्ति आर्धधातुकप्रत्ययः विवक्षा अस्ति इति तावत्पर्यन्तं वर्क् कृतवन्तः प्रश्नः अस्ति वा भगिनि क्षम्यता म्यूट् मध्ये वदन्ती अस्मि तत्र हकारान्त इति महोदयस्य ई पत्रे लिखितवान् आमां कृतं मेहल् लेहरुः एतेषाम् एतत् कृतम् अत्र किं मया कुत्रापि लिखितमस्ति यत् किं तर्हि त्रः धातुपर्यन्तं कृतं त्रः त्रः तत् न कृतं हकारान्तदातवः आरम्भ कृतवन्तः हकारधातूनां त्रः इति न भवति न अभवं त्रः न जातं किन्तु केवलं हा कानिचन हा मेह लेह रुह तत् तत् अभवत् तावत् अस्तु तदपि तर्हि पठामः अरुण भगिनि हकारान्तदातवः एकात् हकारान्तदातवः अष्टदातवः अनितः द्वादशदातवः वेदः एकादश सामान्यवेद्दातवः सः अपि वेद मन्ये सामान्य हकारान्तदातवः त्रयः सामान्य हकारान्तदातवः अनितः मिह् लिह् रुह् अत्र गुणकार्यं गुणकार्यं यथा सङ्घं तद् संयोगः सकारादिप्रत्यये परे दात्व द्वात्वान्तस्य हकारस्य स्थाने दकार आदेशपति होडः इत्यनेन सूत्रेण प्रत्यय आदौ स्थितस्य तकारस्य दकार आदेशो भवति जश् इति सूत्रेण प्रत्ययादौ स्थितस्य ढकारस्य स्थाने ढकार आदेशः आदेशः भवति शृणाष्टुः इति सूत्रेण पूर्वतनस्य ढा लोपो भवति ढोडे लोपः इति सूत्रेण ओके हकारस्य धातूनां त्रयः धातवः अनितः मिह् लिह् रुः अत्र मिह् धातु इक्वर्णः अस्ति उपधाय हस्व इक्वर्णः अस्ति गुणकार्यं भवति मिह् इति चेत् नो मेह् भवति तदनन्तरं हकारादिप्रत्ययः अस्ति तदेव अतः हकारस्थाने ढकार आदेशः भवति सूत्रमस्ति होडः इत्यनेन अधुना प्रत्यय आदेश आदौ चतुर् तकारस्थले धकार आदेशः भवति जस्तोर्धोर्ध इति सूत्रेण तदनन्तरं सौ मोड् मेड् मेड् एव ध तदनन्तरं प्रत्ययादौ चतुर्थ दकारस्थाने ढकार आगच्छति स्तुनाष्टुः सूत्रेण पूर्वतन ढकारलोपो भवति ढोडे लोपः मिह् योगतव्यं प्रथमं गुण पुगन्तलभ्य मिह् मेह् भवति मिह् योगः तव्य होडः इति सूत्रेण हकारस्थाने ढकार आगच्छति मेढः योगतव्य मेढ योगतव्य जष्टस्तथोर्धोदः इति सूत्रेण थकार प्रत्ययादौ तकार अस्ति चेत् तत् स्थाने धकार भवति मेढ् धव्य शृणाष्टु सूत्रेण मेड् मेड् धव्य धकार धकार भवति डोडे लोपः इति मेढव्य इति रूपं मेढव्य मेढव्यः मेढव्या मेढव्यम् एवमेव तुमुन् मेढुम् मेढुं भवति मेढ्रु भवति मेढ्रु मेढ्र मेढा भवति भगिनी मेढा मेढ्रि मेढ्रु साक्षात् भगिनि लिह् अपि पठामि वा? आम् आम् लिह् लिह् अपि अत्र सामान्यः सूत्रमेव लिह्न् वर्णस्य गुणपुगतलघुपदस्य लेह् योगतव्य होडः इति सूत्रेण हकारस्थाने ठकार आगच्छति लेड् योगतव्य तय आदौ तकार अस्ति तत्कारणतः जस्तथोर्धोर्धः इति सूत्रेण तकारस्थाने महाप्रणधकार आगच्छति चुनास्तु इति सूत्रेण धकारस्थाने ढकार भवति ढोडे लोप पूर्व टकारलोप भूत्वा लेटव्य लेटव्य लेडव्य ओके लेडव्यः लड्डेडव्या लेडव्य तुम्मुनपि लेडुं तृच् लेड्रु लेड लेड्रु लेड्रि रुः अपि अत्र रुः उकारस्ति अतः गुणपुगन्धलघुपदेन रोः भवति रोः युहतव्य हकारस्थाने होरः सूत्रेण ढकार आगच्छति रोड् भतव्य तकार आदौ अस्ति अजस्तोर्धोधः इति सूत्रेण ढकार भवति रोड् धव्य स्टुनास्टुः इति सूत्रेण धकारस्थाने ढकार आकृत्वा रोड् रोढव्य टोडे लोपः इति डकारलोपः भूत्वा रोढव्य रोढव्य रोढव्य रोढव्य रोढव्यं रोढुं रोढृ रोढृ रोढ रोढ्रि रोढृ साधु अस्ति गते सप्ताहे अरुण तत्र सरला भगिनी उक्तवती आसीत् खलु तत्र भगिनी भवती उक्तम् आसीत् खलु तत्र अहं भुक्त्वा अहं कार्यालयं गच्छामि तदनन्तरम् अहम् उक्तवती पुत्रः भुक्त्वा अहं कार्यालयं गच्छामि इति किमर्थं वक्तुं न शक्नोमि इति उक्तवती खलु तर्हि भगिनी उक्तवती खलु तत्र पुत्रमासीत् अस्ति इति तत्र पृष्टवती भगिनी तत् उपपत्ररूपेण प्रेषितवती समानकर्तुं चेत् एव तुमुन् प्रत्ययं प्रत्ययं कर्तुं शक्यते स्वप्रत्ययस्य तत्र अन्यदपि दृष्टवती मुख्य अंशः यत् आसीत् रूल् इस् नाट् कन्फैन्ड् टु द केस् आफ् टु वर्ब्स् तत् स्नात्वा पीत्वा भुक्त्वा भगिनी सरलभगिनी विद्याभगिनी उत्तरमस्ति अन्य सामान्य वाक्येषु अपि त्वा इति कर्तुं शक्यते इति न भाषा पाकपुस्तके अध्याहार कृत्वा इति वक्तुं शक्नुमः यत् पुत्रः चित्रं न दस्ति अहं गच्छामि इति वक्तुं शक्नोमि वा न न तथा न वक्तुं समानकर्तृकं भवेत् खलु अहं भुक्त्वा गच्छामि मम पुत्रः भुक्त्वा अहं गच्छामि तस्य भोजनस्य पश्चात् अहं गच्छामि इति वक्तुं शक्नुमः अधुना एव अरुणा भगिनी उक्तवती तत्र अध्याहारं कृत्वा किमपि वक्तुं शक्नुमः वाक्यद्वयं किन्तु सा उक्तवती किन्तु तस्य पार्श्वे पुस्तकं नास्ति तु सा उक्तवती अहम् इदानीं न वक्तुं शक्नोमि अहमपि अत्र अनन्तरं तदेव पत्र यथा अहं प्रेषय यथा अहं प्रेषय तत्र स्नात् एकमेव क्रियापदद्वयमपि तत्र नियमः नास्ति, अनेके क्रियापदानि सन्ति चेत् अपि साधु भवति इत्युक्ते अहं स्नात्वा पीत्वा उक्त्वा दत्त्वा प्रजामि इति वक्तुं, किन्तु कर्ता एकमेव समान एक एव कर्ता अस्ति च इति न वक्तव्यं वा, च इति तत्र तत्र समुच्चयार्थे चकार न वक्तव्यम्, अस्तु न वक्तव्यं वा इति प्रश्नः, अहं पीत्वा भूत्वा दत्त्वा च व्रजामि इति न वक्तव्यं, न वक्तव्यं वा, केवलं पर्याप्तं वा भवती जानाति. तदनन्तरं तत्र उक्तमस्ति समानकर्तृत्वयोः इति किम् इत्यस्मिन् भुक्तवती ब्राह्मणे गच्छति देवता. यदि अहम् एवं वक्तुम् इच्छामि पुत्रः खादित्वा अहं गच्छामि इति वक्तुं न शक्नोमि, तत्र इच्छामि तदा कथं वक्तव्यम् इत्युक्ते सतिसप्तमी प्रयुज्य भुक्तवती पुत्रे अहं गच्छामि. अस्तु वक्तुं शक्नोमि यदा भवत्या यत् ई पत्रं भुक्तवती ब्राह्मणे गच्छति देवदत्तः देवदत्तः अस्तु तत् पत्र मया न लब्धं भगिनि, कः कर पत्रमस्ति न आसीत् मन्ये कुत्र चाट् मध्ये पृष्टवती किम् ओ तत् सर्वमपि अत्रैव अस्ति भगिनि, अत्र अष्टादेव दत्तं ई पत्रं किं सा ई पत्रं सर्वे सर्वेषां प्रति गते सप्ताहे नासीत् इति कृत्वा तस्मै तस्यै न प्रेषयति, अत्र अष्टादेव डाट् काम् मध्ये एव अस्ति भगिनि, अत्र समानकृतकयोः पूर्वकाले अस्तु. अनन्तरं किम् उक्तमासीत् अण्ड् वाट् वै डु वि से विच् डु नाट् स्पी प्रेयर् एक्षन् इत्यस्मिन् यदि यदि व्रजति जल्पति च इति अत्र अस्ति, समानकाले भवति चेत् तदा तु व्रजति जल्पति च इति वक्तव्यं, पूर्वकाले अस्ति चेदेव त्वा भवति इति त्वा भवति. आम् अनन्तरं दृष्टे आस्यं व्याधाय सुखिति सम्मील्य हसति प्रेयर् एक्षन् किमस्ति तत्र इत्युक्ते लप् इत्यस्यापि समाननियमः अस्ति खलु, उपसर्ग केवलम् उपसर्गः अस्ति एव खलु लप् प्रत्ययस्य युटिलिटि. भगिनी आस्यं व्याधाय इति किमस्ति मौत् ओपन् मौत् ओपन् सो मौत् इस् वाट् आस्यम् इस् मौत् आस्यम् इस् मौत् आं भगिनि ओके स्वपति सम्मील्य आपोसिट् भवति खलु आस्यं व्याधाय स्वपति अनन्तरं सम्मील्य धन्यवादः भगिनि भवती इति प्रेषितवती धन्यवादः. न न भवती उक्तवती खलु मम एतावत् गतसप्ताहपर्यन्तं मम मनसि एवम् आसीत् क्वा प्रत्ययः यत्र कर्ताद्वयम् अस्ति तत्रापि वक्तुं शक्यते इति मम मनसि कुतश्चित् तत्र आसीत् महोदय वर्गे उक्तवती कृतवती भवत्या सह किमर्थं न शक्यते इति महोदय वर्गे उक्तवान् इति नियमः अस्ति सः उक्तवान् इति सूत्रमस्ति ति न उक्तवान् किन्तु नियमः अस्ति इति उक्तवान् वर्गे अहं तु वादविवादं कुर्वती आसम् तेन उक्तं अति अहं समस्य कान्वर्सेशन् परन्तु यदहं स्मरामि वयं सर्वे प्रक्रियासमये श्रुत्वं भूत्वा श्रुत्वं भूत्वा इति वदामः तत् देट् इस् राङ्ग् सः वदति भूत्वा इति क्रियार्थे न वक्तव्य देट् इस् भूत्वा अकर्मक हा भू इति अकर्मक खलु तेन कारणेन श्रुत्वं भूत्वा इति न वक्तव्यं श्रुत्वक्रिया भवति श्रुत्प्रक्रियायाः पश्चात् एतावदा वक्तव्यं स्तुत्वं भूत्वा इति न वक्तव्यमिति तत्र सुष्ठु इति तेन उक्तं तद्दोषाय इति सर्वेपि वदामः किं सर्वेपि तथा वदामः खलु हा सर्वत्र तथा आमाम् भूत्वा भूत्वा इति एव वदामः अस्तु धन्यवादः भगिनी धन्यवादः सर्वेभ्यः शुभरात्रिः शुभरात्रिः शुभरात्रिः